नमस्सर्वेभ्यः. अस्माकं गीतासोपानस्य अपि च विभक्तिवल्लर्याः वर्गं प्रति सर्वेभ्यः स्वागतम्. यथा वयं जानीमः, यदा सम्बन्धस्य विषयः क्षम्यतां विषयं वक्तुम् इच्छामः, तदा षष्ठीविभक्तेः रूपस्य उपयोगम् आवश्यकम्. यथा मम गुरुः, अस्माकं वर्गः. तत्र षष्ठीविभक्तिः वचनेन अपि च लिङ्गेन भिद्यते. तत्र रूपाणि लिङ्गेषु अपि च वचनेषु भिन्नानि. गतेषु वर्गेषु वयम् अनेकानाम् अन्तानां रूपाणि पठितवन्तः. अद्य षष्ठीविभक्तेः विषयमेव स्वीकृत्य अग्रेसरेम. यथा प्रकारः आदौ ध्येयमन्त्रः. विशालाक्षी भगिनी पठतु, अहं मम प्रस्तुतिं दर्शयामि. ध्येयमन्त्र मन्त्रः. अष्टौ गुणाः पुरुषं दीपयन्ति, प्रज्ञा च कौल्यं च दमश्रुतं च. पराक्रमाश्च बहुभाषिता च. दानं यथाशक्ति कृतज्ञता च. Can't see it, wait one minute. Shall I read it again? Astu. Ichhati kim punarekvaram va. Ha, yes. Ashtau gunaf purusham deepayanti, prajna cha kaulyam cha madamash shrutancha, parakramashcha bahu bhashita cha. दानं यथाशक्ति कृतज्ञता च. अभ्यासेन आगच्छति. अर्थं पठतु. Eight attributes contribute to a person's radiance. They are intelligence, being born into a noble family, study, hard work, being a person of less words, generosity as per capability and gratitude. Being a person of less words. Less bahubhashita cha, that one, no? Parakramascha. Tatra parakramascha bahubhashita cha. Yeah. Kshamyatam. Tatra bahubhashita ityukte kavita bhagini vadati kim? Bahubhashita ityukte kim? Means one who talks more. अत्र किं बीङ्ग् अ पर्सन् आफ् लेस् वर्ड् इति उक्तमस्ति. वन् हु टाक्स् लेस्. तर्हि पराक्रमाश्च बहुभाषित. पराक्रमाश्च बहुभाषिता च. अहम् आदौ अपि उक्तवती अबहुभाषिता च. ओके, पराक्रमाः च बहुभाषिता. बहुभाषिता इत्युक्ते वन् हु स्पीक्स् अ लाट्. अग्रे धन्यवादः भगिनी. विजयमहोदय पर्सन् बोर्न् इन् टु अ नोबल् फेमिलि केन पदेन ज्ञातुं शक्नुमः? किञ्चित् उच्चैः वदतु, कवित्या कविता भगिन्याः ध्वनिः अपि न श्रुतः श्रुता. कौल्यं कौल्यम्. उत्तमम् उत्तमम्. अस्तु, धन्यवादः. तर्हि इदानीं षष्ठीविभक्तेः रूपाणाम् अभ्यासं कुर्मः. विशालाक्षी भगिनी, वि अवर्स् अवर्स् केन शब्देन वक्तुं शक्नुमः? अवर्स् वि वयं वयम् इस् वि वि अवर्स् इस् हा. तर्हि पश्यतु तत्र कोष्टके पश्यतु, चिन्ता नास्ति भगिनि. कोष्टके दत्ताः कोष्टाः अस्ति सन्ति. I don't know where it is mine, given. That is mine. Mine vadatu, mine. Mine vadatu, mine. I don't know. Vayam. Tell me which page. Vijay Mahoday vadatu. Because I. Vijay Mahoday vadatu. Aham. Aham, avam, vayam. Aham, avam, vayam. I, both of us, and we. परन्तु अत्र षष्ठीविभक्तेः रूपाणि वदनीयं वदनीयानि. तर्हि अवर्स् केन पदेन ज्ञातुं शक्नुमः? अवर्स् मैन्. कविता भगिनी साहाय्यं करोतु किञ्चित्. भगिनी अस्माकम् इस् इट्? अस्माकम्. उत्तमं. कविता भगिनी, भवत्याः ध्वनिः न श्रूयते. आम्, परन्तु शनैः लघु अस्ति, किञ्चित् उच्चैः वदतु. आं भगिनी, आं भगिनी. तर्हि उक्तवती विशालाक्षी भगिनी अस्माकं. भगिनी विशालाक्षी भगिनी वदतु वदतु मैन्. मैन् इत्युक्ते मैन् इस् मम संस्कृते. मम अवर् बोत् अवर् बोत् आवयोः एण्ड् आस् इस् अस्माकम्. उत्तम उत्तम. ओके, विजय महोदय. आं भगिनि. आफ् आल् आफ् योर्स् आल् आफ् आल् आफ् योर्स् केन पदेन? उत्तमं. युष्माकं. तव इत्युक्ते किं? तव इस् एकवचनं. मी. तव इत्युक्ते किम्? उच्चैः वदतु महोदय. यूनैव यूनैव यूनैव योर्स् सोरि योर्स् एण्ड् आफ् बोत् आफ् यू और् both of yours. युवयोः. उत्तमं. कविता भगिनी, of their, C-H-E-I-R, वदतु. तस्य तेषां तेषां तेषां तस्य तयो तेषां of of those people of those or of these people, sorry, of these people. Etesham. Tarikin etesham. Kinjit abhyasam kurmaha tatra abhyasena eva jnatum shaknumaha maritum api shaknumaha. Bhavati eva pathatu tatra ekavimshati tame pute asti kila pumlinga shabdanam rupani. एकविंशति कोष्टके अस्ति अधोभागे पठतु एकविंशति एक 21 21st पेज एकविंशति तमे पुटे नंबरिंग आल्सो फॉरगेटन मैम रिवाइज चिंता नास्ति अभ्यासेन एव मर्तुं शक्नुमः आं भगिनि आं भगिनि अवधेयम् एकवचनं द्विवचनं बहुवचनं वृक्षः वृक्षस्य वृक्षयोः वृक्षाणां सेना सेनायाः सेनयोः सेनानां नारी नार्याः नार्योः नारीणां ज्ञानं ज्ञानस्य ज्ञानयोः ज्ञानानां कृष्णः कृष्ण कृष्णस्य गीता गीतायाः वाणी वाणयाः चक्रं चक्रस्य वाण्याः अपि च त्रयाणामपि रूपाणि वदतु त्रयाणां वचनानां त्रयाणां वचनानां कृष्ण गीता वाणी एतेषां शब्दानाम् आम् आं भगिनि कृष्णानां गीतानां वाणीनां चक्राणां उत्तमं द्विवचने द्विवचने कृष्णयोः गीतयोः गीतयोः वाण्योः देन् चक्रयोः चक्रयोः उत्तमम् उत्तमं धन्यवादः भगिनि तत्र विजयमहोदय त्रयोविंशतितमे पुटे अस्ति कोष्टकः उपरि अस्ति 23 उच्चैः वदतु महोदय उच्चैः वदतु कविः कवेः कव्योः कवीनां वसुः वसोः वस्वोः वसूनां पिता पितुः पित्रोः पितॄणां वारी वारीणां वारिणोः वारिणां मधु मधुनः मधुनोः मधुनां सेनानी सेनान्यः सेनान्योः सेनान्यां धन्यवादः विशालाक्षी भगिनी तत्र चतुर्विंशतितमे चतुर्विंशतितमे पुटे उपरि भागे अस्ति अवधेयं मतिः मत्याः और् मतेः मत्योः मतीनां तनुः तन्वाः तनोः तन्वोः तनूनां चमूः चम्वाः चम्वोः चमूनां माता मातुः मात्रोः मातॄणाम् अस्तु सर्वनाम पदानामपि रूपाणि पठतु तत्र पञ्चविंशतितमे पुटे अस्ति एतद् पुल्लिङ्गे अण्ड् नपुंसकलिङ्गे या अवधेयम् एतद् पुल्लिङ्गे नपुंसकलिङ्गे च एतस्य एतयोः एतेषां स्त्रीलिङ्गे एतस्याः एतयोः एतासां तद् पुल्लिङ्गे नपुंसकलिङ्गे च तस्य तयोः तेषां स्त्रीलिङ्गे तस्याः तयोः तासाम् अस्मद् त्रिषु लिङ्गेषु मम आवयोः अस्माकं युष्मद् त्रिषु लिङ्गेषु तव युवयोः युष्माकम्. तत्र त्रिषु लिङ्गेषु इत्युक्ते किम्? इति पुल्लिङ्गे, स्त्रीलिङ्गे, नपुंसकलिङ्गे, आल् त्री लिङ्गा. उत्तमं. किमर्थं किमर्थं किमर्थं किमर्थं? यतोहि बिकास् इट् इस् वेन् यु से आर्स् आर् योर्स् वि डोण्ट् नो, इट् इस् नाट् स्पेसिफैड् वेदर् इट् इस् अ स्त्रीलिङ्ग् आर् पुल्लिङ्ग. सर्वनाम सर्वनाम शब्दानां कृते तत्र किं, तत्र लिङ्गभेदं नास्ति, लिङ्गभेदः नास्ति. अस्तु, धन्यवादः भगिनी. विजयमहोदय, धन्यवादः. सर्वनाम पदानां रूपाणि पठतु किञ्चित्. अवधेयम्. एतत् पुल्लिङ्गे नपुंसकलिङ्गे च, एतस्य, एतयोः, एतेषां, स्त्रीलिङ्गे, एतस्याः, एतयोः, एतासां, तद् पुल्लिङ्गे नपुंसकलिङ्गे च, तस्य, तयोः, तेषां, स्त्रीलिङ्गे, तस्याः, तयोः, तासाम्, अस्मत् त्रिषु लिङ्गेषु, मम, आवयोः, अस्माकं, युष्मत् त्रिषु लिङ्गेषु, तव, युवयोः, युष्माकम्. तर्हि तयोः इत्युक्ते किम्? तयो इस् यु, यु, यु बोत् कथम्? यु बोत् कथम्? षष्टिविभक्तेः अस्ति किं किल? षष्टिविभक्तौ अस्ति. हा, द्विवचनं. तयोः इत्युक्ते किम्? आफ् दोस् टु मेल्स्, आफ् दोस् टु मेल्स्. हा, यु अण्डर्स्टुड्? आफ् दोस् टु मेल्स्. इट्स् इम्पार्टेण्ट् टु अण्डर्स्टाण्ड् देट् बिकास् अदर्वैस् वाक्यरचनं किञ्चित् तत्र क्लेशः भविष्यति. Of those two, males and females it is, no? Tayoho is one only there in the Dvivachana. Yeah, yeah, over here. Yeah, of those two males or of those two females. What is important to understand is that it could be a mixture, or it could be, what do you call? Only two males or one. Only two females. Yeah, yeah, yeah, yeah. Okay, yeah. Okay. That. Or it could be one male and one female. Okay. But somebody else, not me and not you, like that. Third person. Kavita Bhagini, kimarpi prashtu michhati kim? No, Bhagini, no. Nah. Astu. Astu, tari. Kavita Bhagini, shigram pathatu? Rupani? Aam Bhagini. Avadheyam, etat pullinge napunsakalinge cha. एतस्य, एतयोः, उच्चैः वदतु किञ्चित्. हा, एतस्य, एतयोः, एतेषां, स्त्रीलिङ्गेषु, एतस्याः, एतयोः, एतासां, तद् पुल्लिङ्गे नपुंसकलिङ्गे च, तस्य, तयोः, तेषां, स्त्रीलिङ्गे, तस्याः, तयोः, तासाम्, अस्मत् एतासां. हा, क्षम्यता, वदतु. अस्मत् त्रिषु लिङ्गेषु, मम, आवयोः, अस्माकं, युष्मत् त्रिषु लिङ्गेषु, तव, युवयोः, युष्माकम्. एतासाम् इत्युक्ते किम्? एतासाम् आफ् यू, आफ् आफ् देर् आफ् आफ् देर् there of yes, but there all are women, all are female. Okay, etasam is of those all female. Tasam, kshamyatam, of these. Etasam is of these all females, and tasam is of those males, all male. Okay, tat and etat. अवगतं किम्? अवगतं किम्? तासाम् इस् आफ् दोस्, तासाम् इस् आफ् दोस् आल् फीमेल्स्. आल् फीमेल्स्, अ ग्रूप् आफ् फीमेल्स् who is neither you nor me, a third person. Third person. And a group, more than two. Three or more. Etasam is of these, that means they are somewhere close by, because when you say that, it is far away. These, over here. Of these, group. Of these, all females. Females. All females. Astu? Astu. Agresare. Tatra saptavimshati tame pute kin kim tatra kasya kasyanchit tatra bindu ho kim asti kakshya karyam tatra kashchana shlokah na krutavantah gatavarge tat kurmah tarhi bhagavad gitayaha पुस्तकस्य उद्घाटनं कुर्वन्तु अहम् अत्र दर्शयामि अपि एकः निमिषः दशमस्य अध्यायस्य त्रिंशतितम इति मन्ये त्रिंशतितम नैव एकत्रिंशत् कविता भगिनी दृश्यते किं मम प्रस्तुतिः आं भगिनी दृश्यते हा पठतु अपि च तत्र षष्ठीविभक्ते विभक्तौ के पदे कानि कानि पदानि सन्ति इति वदतु आं भगिनि पवतास्मि राम उच्चैः वदतु भगिनि किञ्चित् उच्चैः वदतु न श्रूयते पवनः पवतामस्मि भगिनि न श्रूयते भगिनि भगिनी शी इज रीस्टार्टिंग अगेन अस्तु टेल दिस पवन अस्तु वदतु पवन पवतामस्मि रामः शस्त्रभृताम् चषणाम् मकरशास्तिन् स्तोतसामस्तिन् जानवी भवतः ध्वनिः अपि किञ्चित् लघु अस्ति उच्चैः वदतु महोदय पवता अस्तु उत्तम शस्त्रभृतां शस्त्रसमासः अस्ति तर्हि संयोगेन एव वदनीयं जशानाम् उत्तमम् स्तोतसाम हाँ स्रोतसाम दैट मीन्स ऑफ फ्लोइंग रिवर उत्तमम पवताम इत्युक्ते किम यस यस पवताम इत्युक्ते किम् षष्टिविभक्ति न षष्टिविभक्ति आम् षष्टिविभक्ति परन्तु अर्थं किम् ओ अर्थं पवताम् पवने इस्य ऑफ प्योरिफाइंग एजेंट of purifying agents of all the purifying agents the agnihi is the best or not the best. I am Agni wind. Of all the pure Pavana purifying. Is wind. Pavana is wind. Pavana is... Pavaka nasti, kshameta. Pavana is wind. Okay. Wind. Pavakaha is Agni. So wind of all the purifying agents. I am the wind of all the purifying agents. Ramaha Shastra Ghritamaham. Of all those who are holding the weapon, I am Ramaha. And Chashanam, of those who cause violence, among those who cause violence, I am the Makaraha. Makaraha, you can take it as crocodile or you can take it as all kinds of fishes also. And Srotasam is of all the flowing objects, I am Jahnavi, that is Ganga. Okay? So, astu. Dhanyavadah Mahodaya, uttamam parantu shashti vibhaktasya vibhaktehe anveshanam krutavan. Uttamam. Astu. Kavita Bhagini, agatavati kim? Aam Bhagini. Kavita Bhagini, agatavati kim? Aam Bhagini. Uchai vadatu Bhagini, na shruyate. Aam Bhagini. Idanim shruyate. Haan, idanim shruyate. Vadat. आदिर अंतश्च मध्यम चैवाहम अर्जुन आत्मविद्या विद्यानां वादः प्रवदात्महम् अग्नि अध्यात्म विद्या विद्यानाम अध्यात्म वादः प्रवदात् प्रवदात्महम् प्रवदताहम् तामहम् प्रवदताम् अहम् प्रवदताम् अहम् सर्गानाम् सर्गानाम् उत्तमम् उत्तमम् सर्गानाम् मध्यम चै Chaivaham. No, it is Avaham. Cha is separate. Cha eva aham Arjuna. Tatra. Ha. Tatra shashti vibhakti hi nasti kila. Sarganam adihi antaha cha. Madhyan cha eva aham Arjuna. I am the middle, the beginning. I am the beginning, the middle and the end of everything that is created. Sarganam. Of everything that is created. I am the middle, the beginning and the end. Tatra sargana shashti vibhaktavas. Agre mam vadattu. Vidyanam, atma vidya, vidyanam shashti vibhakti. Uttama. Agre? Vadaha pravadatmaham. Pravadatam. Pravadatam. Vadatam, vadatam is those who speak. Pravadatam is those who speak beautifully. I mean, logically, sensibly. Of all those, pra is to say that it is the best. Prakrishtaha. Prakrishtaha vadaha. So, of those who speak very well. Vadatu Bhagini? Aam Bhagini. I was saying pravadatmaham. It is pravadatma plus aham. Aha. Pravadatam plus aham. Pravadatam plus aham. Pravadatam plus aham. Adhyatma vidya. Vidyanam of all knowledge, I am adhyatma. Uttama. Dhanyavada. Aham bhagini. Vishalakshi bhagini. Pathatu. Vishalakshi Bhagini? Yes. Aksharanamakarosmi dvandasamasikasya cha ahamevakshayaskalah dhatam vishvato mukhah. Hmm. अक्षराणाम्. उत्तमं, करेक्ट्. सत्यं, सम्यक्. सामासिकस्य, वचनं किं तत्र? वचनम् एकवचनं, एकवचनं. एक एक एक इति वदनीयम्. एकवचनम्, एकवचनं, एकवचनं. देन् अहमेवाक्षयः कालः, धाताहं विश्वतो मुखः. That's all. That's all. उत्तमम्. अर्थं वदतु. That's all. जानाति चेत्, अक्षराणाम् अक्षराणाम् अकारोऽस्मि. Of all the letters, I am the first letter. That is A. Correct? Yes. उत्तमम्. अग्रे. The द्वन्द्वस् is two. सामासिकस्य इस् आफ् कम्पौण्ड् वर्ड्स्. ओके, सो इन् संस्कृतं देर् इस् अ ग्रामर् पोर्शन्, तत्र व्याकरणस्य अंशः समासः इति अस्ति. समासः, समासः इत्युक्ते कम्पौण्ड् वर्ड्स्. ओके, तत्र बहवः समासाः सन्ति. तत्र द्वन्द्वः इति एकः समासः, समासस्य रूपः, रूपं. सो वन् कैण्ड् आफ् समास इस् द्वन्द्व. यु लर्न् देट् वेन् यु लर्न् वेन् यु गो फार्वर्ड्. अस्तु. अहम् एव अक्षयः कालः. ऐ एम् ओन्ली टैम्. टैम्, ऐ एम् ओन्ली इटर्नल् टैम्. अक्षयः, अक्षयः इस् देट् विच् केन् बि रिटर्न्, देट् विच् reduces, which becomes zero, kshayah. And akshayah we all know actually, sarve jananti eva, parantu aham kinchit vadam. Apicha dhata aham vishvato mukha. Vishvato mukha is Brahma, and I am only the creator. I am only the creator, that Brahma, not chaturmukha Brahma, but vishvamukha. Astu, uttamam. Idanim tatra किं कुर्मः इत्युक्ते, पञ्चविंशतितमे पुटे नैव, तत्तु कृतं. षड्विंशतितमे पुटे तृतीयः अंशः, तृतीयः अंशः, तत् कृतं किल? तदपि कृतं. क्षम्यता. यस्, दट् वी हव् डन्. नैव नैव नैव, तत्र सप्तमः बिन्दुः अस्ति अष्टाविंशतितमे पुटे. तदपि कृतं. क्षम्यताम्. अष्टः, अष्टः बिन्दुः करणीयः, करणीयः. अष्टः बिन्दुः, अष्टः बिन्दुः. धन्यवादः भगिनि. कविता भगिनि, धन्यवादः. अवगतं किल? आम् आम् आम्. हा, पठतु. प्रथमं करोतु. बन्धु, बन्धु. उत्तमम्. उच्चैः वदतु भगिनि, उच्चैः वदतु. बन्धु, बन्धुवाचक, बन्धुवाचकपदानि पठत्, वाक्यानि पूरयच्च. पूरयत्त, पठत, पूरयत्त, पठत. उदाहरणं, पितुः पिता, पितामह, तवः दशरथः, लवः दशरथः, लवस्य पितामहः दशरथः. पितुः माता, पितामही, लवः कौसल्याः, कौसल्या. भगिनि, आदौ तत्र अर्थमपि वदतु भगिनि, अर्थमपि वदतु. आं भगिनि, द ग्राण्ड् फादर् आफ् लव् इस् दशरथ. लव तत्र पितुः पितुः पिता पितामहः इत्युक्ते किं? पितुः पिता पितामहः इत्युक्ते किम्? पितुः बन्धु एकवचनं बन्धुवाचकपदानि इत्युक्ते एकवचनं, परन्तु अहम् अत्र इदानीं वाक्यं वदामि. पितुः पिता पितामहः अस्ति. पितुः पिता पितामहः अस्ति, तस्य वाक्यस्य अर्थः कः? वदतु, जानाति भवती? वदतु. उच्चैः वदतु भगिनि. कोऽपि जानाति किं? वक्तुमिच्छति विजयमहोदय? पितुः पिता पितामहः एतस्य वाक्यस्य अर्थः कः? फादर् ग्राण्ड्फादर् नैव महोदय, नैव. पितुः पिता पितामहः. विशालाक्षी भगिनि, पितुः इस् द एकवचनं आफ् पिता. सो फादर्स् फादर् ग्राण्ड् फादर् फादर्स् फादर् इस् ग्राण्ड् फादर् दट् इस् इस् अण्डर्स्टुड् फादर् नौ फार् एक्साम्पल् इन् संस्कृतं वेन् ऐ से मम नाम दर्शना that time it says my name is darshan, that asti is understood, that's the beauty of the language. So over here pituhu pita pitamaha asti, it's understood. So kavita bhagini, dhanyavadah bhagini, uttamam dhanyavadah kavita bhagini. Avagatam avagatam kila kavita bhagini? Pituhu pita pitamaha asti. Pituhu ityukte kim? Shashti vibhakti hi ekavachanam tatra पितृशब्दस्य पिता एकवचन प्रथमा विभक्तिः, पितरं द्वितीया विभक्ति, पितुः षष्ठी विभक्ति. सो पितुः इस् रिलेशन्शिप्. फादर्स् कः? फादर् पितुः पिता कः? सः पितामहः. And you observe in poetry this makes the language so sound so beautiful. So all the words are actually from the same word. Pituh pita pitamah, how beautiful and how rhythmic it sounds. I don't know how it sounds with my voice, but I'm just saying. So pituh pita pitamah idani lavah lavasya pitamah dasharathah. लवस्य पितामहः दशरथः. वदतु भगिनि, तस्य वाक्यस्य अर्थं किम्? लवस्य पितामहः, लवस्य ग्राण्ड् फादर् इस् दशरथ. उत्तमं. तत्र षष्ठी विभक्तौ कः शब्दः अस्ति? लवस्य वचनं किं? एकवचनं. लिङ्गं किम्? पुल्लिङ्गं. पुंलिङ्गम्. अग्रिमं करोतु इदानीं. पितुः माता पिता पितामही लवः कौसल्या. इदानीम् आदौ सम्बन्धवाचकपदं पठतु. नैव भगिनि, अर्थं वदतु आदौ. मातुः पिता मातामहः क्षम्यतां पितुः माता हा पितुः माता पितामही वदतु So, pitu is father, father's mother is grandmother, pitamahi. Pitamahi. Ha, idani. Ha. Lavaha Kausalya. Lavasya pitamahi Kausalya. Kausalya, uttamam. Agrimam karotu. Agrimam. Matu, pita, matamaha. Mother's, mother's father is grandmother. Kusha-janakah. Kushasya matamaha janakah. Uttama, matamaha janakah. Janakah. So, kushasya grandmother. Eka nimisha. Atra. अत्र किञ्चित् क्लेशः अस्ति एकनिमिषः अहम् अन्यत्र गच्छामि एकनिमिषः एकनिमिषः क्षम्यताम् अत्र किञ्चित् न्यूनः अस्ति किं शब्दः अत्र श्रूयते किल मम ध्वनिः हा भगिनि किञ्चित् उच्चैः वदतु क्षम्यताम् अत्र बहिः अस्मि But in this, this thing they say Matu, Pita, Matamaha, Kushaha, Janaka. So if we say Kushasya, Matamaha, Janaka, is it contradictory? Na? Uttama. No, no, it is not. No, it is not. Yato hi Kushasya Mataka, Kushasya Mataka. Kushasya Mata Janaka? Naiva. कुशस्य माता लवकुश अस्ति किल लवकुशः सः किल क्षम्यतां जन सीता सीतायाः पिता कः कः सीतायाः पिता जनकः अत्र जनकः इत्युक्ते फादर् नैव अत्र अवगतं किल अत्र जनकः जनकः इत्युक्ते किं जनक अवगतं विशालाक्षी भगिनी कविता भगिनी वदतु मीनिङ्ग् वदतु अर्थः वदतु कुशस्य कविता भगिनी वदतु कुशस्य मातामह जनकः नैव मातामहं मातुः पिता मातामहः मदर्स् फादर् इस् मेटर्नल् ग्राण्ड् फादर् मातामहः हू इस् कुशस् मेटर्नल् ग्राण्ड् फादर् जनक जनकः सो कुशस्य मातामहः जनकः जनकः वदतु भवत्याः मातामहस्य नाम किं भवत्याः मातामहस्य नाम किम् मम मातामहस्य नाम आनन्दाम्बाल् भवत्याः मातुः पिता किल सः भवत्याः मातुः पिता किल सः तर्हि एवं वदनीयम् अस्तु हा इदानीं धन्यवादः भगिनी. अवगतं किल? अवगतम्. इट् इस् इम्पोर्टेण्ट् टु अण्डर्स्टाण्ड् द कन्सेप्ट्. विजय महोदय अग्रिमं करोतु, किञ्चित् उच्चैः वदतु. आं भगिनि. मातुः माता मातामही कुश सुमेधा. मातु माता, मातु इस् ग्राण्ड् मदर्स् मदर्. मातामही ग्राण्ड् मदर्स् मदर् किमर्थं? मातुः माता मदर्स् मदर्स् मदर्स् मदर् इस् मेटर्नल् ग्राण्ड् मदर्. मातामही इस् ग्राण्ड् maternal grandmother. That is the relationship. That is the relationship. Then so matuhu mata matamahi. Oh, matu mata matamahi. So then it will come kushasya matamahi sumedha. मातामहेः मही अस्ति तत्र. सो माता मह्य नाम किं? माता मह्यः युवर्स् युवर्स् हा भवतः माता मह्यः नाम किम्? इट्स् ग्रैंड मदर. What is your maternal grandmother's name? Mama Mata Mahi Mahyah Nadyah Nadivat. Nadi becomes Nadyah. So Mata Mahyah Mata Mahyah Nama hai Sita. Nama Sita. Astu Astu. Agrimam karotu. पुत्रस्य पुत्रः पौत्रः दशरथ लव. पुत्रस्य सन् सन् देन् ग्राण्ड् ग्राण्ड् सन्. सो पुत्रस्य पुत्रः पौत्रः सन् सन् इस् ग्राण्ड् सन् इदानीं. देन् इट् विल् कम् दशरथस्य पौत्रः लवः. उत्तमम्. अर्थं वदतु. दशरथ ग्राण्ड् फादर् इस् ग्राण्ड् सन् इस् लव. उत्तमं. धन्यवादः धन्यवादः. विशालाक्षी भगिनी अग्रिमं करोतु. विशालाक्षी भगिनी श्रुत्याः यस् श्रुयते श्रुयते. पुत्र्याः पुत्रः दौहित्र. पुत्र्याः पुत्र पुत्रः डॉटर्स् सन् दौहित्र इस् ग्रैंड डॉटर् ग्रैंड सन् grandson. Putra putra putra oh yeah grandson okay. Daughter's son Dauhitra. Is grandson. Grandson so when I say okay. So in some in English grandson is grandson. You can't make out whether it is the daughter's or but here if I tell mama dauhitra asti I have a grandson then when I say dauhitra it's understood it is daughter's son. If I say Pautraha, it is understood that it is Sansan. Sansan. Okay, like that. Okay, okay. Janakasya Dauhitra Kushaha. Dauhitraha Kushaha. Kushaha. Agrimam karu. So Janakasya is correct there, no? Sashasti Vibhakti first. Janakasya. उत्तमं. जनकस्य दौहित्रः कुशः. अग्रिमं सहोदरस्य पत्नी सहोदरस्य पत्नी भ्रातृजाया. सहोदरस्य पत्नी मीन्स् ब्रदर्स् वैफ् इस् भ्रातृजाया मीन्स् ब्रदर्स् वैफ् इस् भाभी. वाट् डू यू से इन् कन्नड? सिस्टर् इन् लॉ करेक्ट्. सिस्टर् इन् लॉ. सो लक्ष्मणः सीता, लक्ष्मणस्य भ्रातृजाया सीता. लक्ष्मणस्य भ्रातृः कः? ब्रदर्. सहोदरः कः? लक्ष्मणस्य सहोदरः इस् द ब्रदर्. कः? रामः. रामः. रामः. उत्तमम् उत्तमं, धन्यवादः. ओके, कविता भगिनी अग्रिमं करोतु. आं भगिनि, पत्युः सहोदरः देवरः सीता लक्ष्मणः. सो हस्बेंड्स ब्रदर इज देवरः. सो सीता लक्ष्मणः, लक्ष्मणस्य भ्रातृजया सीता. हा, तत्तु सम्यक्. सप्तमः अंशः करणीयः किल, सेवेन्थ् वन्. ओहो, सीतायाः देवरः लक्ष्मणः. उत्तमम्. सीतायाः देवरः लक्ष्मणः. सीता उत्तमम्. अग्रिमं करोतु. पत्याः पल्यः पत्याः पत्न्याः पत्न्याः तन्न तन्न पत्न्याः पत्न्याः सहोदर श्यालः. पत्नीस् पत्नीस् सहोदरी पत्नीस् ब्रदर्. पत्नीस् ब्रदर् इस् श्यालः. साला वो दट् दिस् हिन्दी. हिन्दी में क्या है? साला. साला है. अग्रिमं वदतु. अर्जुन दृष्टिद्युम्नः. अर्जुनस्य श्यालः दृष्टिद्युम्नः. दृष्टिद्युम्नः. दृष्टिद्युम्नः. अर्जुनस्य ब्रदर् इन् लॉ इस् दृष्टिद्युम्नः. दृष्टिद्युम्नः. तत्र कः अर्जुनस्य पत्नी का? द्रौपदी अस्ति. अस्तु, अग्रिमं करोतु. पत्युः भगिनी ननान्दा. सो पत्नीस् भगिनी, पत्नीस् सिस्टर्. पत्नी सिस्टर् इस् ननन्दा. पत्युस् भगिनी ननन्दा. सो हस्बेंड्स सहोदरी भगिनी सहोदरी ननन्दा. रुक्मणी सुभद्रा. रुक्मिणी सुभद्रा. पितुः सहोदरः. धन्यवादः. धन्यवादः. विजय महोदय करोतु. आं भगिनि, पितुः सहोदरः पृथिव्यः. पृथिव्यः. अर्जुनः धृतराष्ट्रः. फादर्स् ब्रदर् इस् पृथिव्यः. मीन्स् पेटर्नल् अङ्कल्. अङ्कल्. ओके. paternal uncle. Okay. Then this will come Arjunasya Prithivya hai Dhritarashtra hai. Uttama. Uttama. Agrimam karo tu. Matuhu Sahodara hai Matula hai Duryodhan hai Shakuni. Mother's brother is Matula hai. So maternal uncle. Paternal uncle. Nay, maternal. Maternal. Then it will come level. Duryodhanasya. Duryodhanasya matulaha shakuni. Shakuni. Agrimam karotu. Bhaginyaha putraha bhaginyehe. That is sister. Bhagineyaha. Bhagineyaha. Bhagineyaha. That is sister's son is nephew. Nephew, okay. Kamsaha Krishna. Okay. Kamsaha is Krishna, if you understand. It will come Kamsasya Bhaginye Kamsasya Bhaginyeha Krishna. उत्तमं धन्यवादः महोदय धन्यवादः विशालाक्षी भगिनी करोतु अग्रिमं पितृव्यस्य पत्नी पितृव्या सो व्हाट इज पितृव्यस्य फादर्स वाइफ तत्र दशमः बिन्दुः द्रष्टव्यः दशमः बिन्दुः पितृव्या इति कः पितृव्यः इत्युक्ते कः आहा पितृ ओके ते पितुः पितुः बहु ब्रदर पेटर्नल अंकल नो सो पेटर्नल अंकल्स वाइफ इज पितृव्या आंटी इन इंग्लिश आंटी Pitruvya. So that that can be okay. Arjunasya Pitruvya Gandhari. Arjunasya Pitruvya Gandhari. Agreement. Gandhari. Matulasya Patni Matulani. So Matulasya will be mothers. No, my maternal uncle's wife, Matulani, is auntie only. Yeah, auntie. So Abhimanyasya. Aha, Bhagini, Kimartam. अभिमन्यु वन सेकेंड दैट इज अ प्रॉब्लम अभ्यासस्य आवश्यकता अस्ति अभिमन्युः इट इज अभिमन्युः अभिमन्युः ओनली टिल रिमेन नो नो किमर्थम किमर्थम नैव तथा एकनिमिषः अभिमन्युः तत्र अन्ते कः वर्णः अस्ति अभि युः तत्र ऊ अन्तानां शब्दानां तत्र रूपाणि अभिमन्योः इति गुरुः अभिमन्योः गुरुः वत्सलोः तथा अभिमन्योः पत्नी मातुलानि मीन्स् आण्टी अभिमन्योः मातुलानि रुक्मिणी रुक्मिणी अभिमन्योः मातुलानि रुक्मिणी रुक्मिणी ओके तथा करणीयम् अस्तु अग्रे अग्रे प्रश्नः प्रश्नं पठतु नवमः. स्वस्य बान्धवानां सम्बन्धे पञ्चवाक्यानि रचयत् अर्थं वदतु. मीन्स् रैट् फैव् सेण्टेन्सेस् अबौट् योर् रिलेटिव्स् बान्धवानां. तत्र गृहकार्यरूपेण कुर्वन्तु, गृहकार्यरूपेण कुर्वन्तु. अस्तु, धन्यवादः. धन्यवादः. एतत् सुभाषितं पठत् पठत रिक्तस्थानानि पूरयत च. तत्र पठत अपि च पूरयत कीदृशौ पदौ अथवा शब्दौ? लोट् लकार. उत्तमं, लोट् लकार. पठतु इदानीं सुभाषितं पठतु. ऐश्वर्यस्य विभूषणं सृजनता शौर्यस्य वाक्संयमो ज्ञानस्यो पश्यमो कुलस्य विनयो वितस्य पात्रे व्ययः अक्रोधस्तपस्य श्रमा बलवतां धर्मस्य निव्याजता सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम्. अस्तु, प्रथमं करोतु. ऐश्वर्यस्य भूषणं सृजनता सुजनता ऐश्वर्यस्य विभूषणं विभूषणमिस् ऑर्नमेंट डेकोरेशन डेकोरेशन ऐश्वर्य का विभूषण सृजनता सुजनता सृजनता सृजनता इस ऐश्वर्यम् एक्चुअली मीन्स् बीङ्ग् वेल्दी ऐश्वर्यं बट् ओवर् हियर् यु केन् से आफ् ऑस्पिशियस्नेस् और् आफ् रेडियन्स् आल्सो यु केन् से. ओके, देट् ओर्नमेण्ट् इस् सुजनता ह्यूमिलिटि और् गुड्नेस् ह्यूमिलिटि ह्यूमिलिटि और् गुड्नेस् विभूषण वाक्संयमः शौर्यस्य वाक्संयमः. सो शौर्यस्य विभूषण वाक्संयमः शौर्यस्य विभूषणं द ऑर्नमेंट ऑफ द शौर्याय ऑफ वर्ड कंट्रोल. सो शौर्य इज करेज. Okay, the ornament. The one who is courageous, his ornament is word control and walk control. Word control. So just because he is courageous doesn't mean he has to speak. Astu. Dhanyavadaha. Agrimam karotu, Vijay Mahode. Aam Bhagni. Vibhushanam Upashanam. विभूषणम् उपशमः उपशमः इट् विल् कम् ज्ञानस्य विभूषणम् उपशनम् उपशमः उपशमः. सो ज्ञानस्य विभूषणम् इत्युक्ते द ओर्नमेण्ट् आफ् नालेज्. उपशम इत्युक्ते किं? पेशन्स्. अग्रिमं करोतु. थर्ड् इस् dash vibhushanam dash actually that is a problem. Tatra dvitiya pankti hi swikarniya, second line only you have to use. Kulasya vibhushanam नहीं, कुलस्य विभूषणम् विनयम्। हाँ, तत्र वित्तस्य पात्रे अस्ति, तर्हि कुलस्य विभूषणम् विनयः। तत्र विनयो किमर्थं लिखितमस्ति इत्युक्ते तत्र सन्धिः अभूत्, तर्हि कुलस्य विभूषणं विनयः। अर्थं वदतु। कुलस्य इस्य कुल मीन्स् फ्यामिली आफ् नोबल् बर्त्, एन्सेस्टर्स् आफ् नोबल् बर्त्, नोबल् बर्त्, ह्यूमिलिटि इस् द ornament. Okay. Agrimam karotu. Fourth is dash vibhushanam patre vyavah. Vittasya vibhushanam patre vyavah. Aham vadami. Vittasya vibhushanam ityukte of money, of wealth. Of all the what is the ornament? Patre vyayah. That means doing charity or giving or spending on deserving things, or giving charity also to deserving people. Okay. Of wise spending, it can be both. Patre vyayah, it could be spending on the right things and on the right people. Vittasya vibhushanam. Okay. Astu dhanyavadaha. Visharakshi bhagini karotu. Tapasaha विभूषणम् अक्रोधः। तपसः विभूषणम् अक्रोधः। अत्र किं षष्ठीविभक्तौ कः शब्दः अस्ति? विभूषणम् आफ् द दिस् थिङ्ग् इस् अक्रोधः मीन्स् नाट् टु गेट् एङ्ग्री इस् इट् येस् देस् द ओर्नमेण्ट् आफ् पेनेन्स् आफ् पेनेन्स् इस् अक्रोधः। विभूषणं क्षमा। Dash is balavantaha vibhushanam kshama. Balavatam. Balavatam. Artha tu tadeva parantu. Balavatam vibhushanam kshama. Kshama. Tatra kim? Kshama means tolerance. Okay? Tolerance, kshama, yes. Tolerance. So, so balavatam of people who are strong, strong, yeah, the ornament, yeah, is of the ornament is kshama, tolerance. Hmm? Okay, tolerance. Okay, dhanyavad. Agrimam karotu. Ha, dash vibhushanam dash dharmasya vibhushanam nirvyajata. The ornament of righteousness, ornament of righteousness, making is no excuses. Nirvyajata is not being making excuses and being not, straightforward. Not making is more. Okay. Being straightforward is more apt. Dhanyavadaha. Okay. Bhagini. Vijay Mahoday, agrimam karotu. Dash vibhushanam shilam. Sarvesham vibhushanam shilam. अर्थं वदतु। सर्वेषां मीन्स् अमोङ्ग् द आल् आफ् ओर्नमेण्ट्, नाट् आफ् आल् ओर्नमेण्ट्, द ओर्नमेण्ट् आफ् एव्रिथिङ्ग्, आफ् एव्रिथिङ्ग्, आफ् एव्रिथिङ्ग् इस् शीलम्, दट् इस् गुड् केरेक्टर्, गुड् केरेक्टर्, गुड् केरेक्टर्। अस्तु, गृहकार्यं कृतं किम्? केनापि भवान् कृतवान् किम्? हा, उच्चैः वदतु, वदतु, वदतु, हा वदतु। गृहकार्यं फैव् सेण्टेन्सेस् उक्तवान् किं? भवत्याः पतिः उक्तवान्, सम्यक् एव उक्तवान् गृहकार्यं वी हेव् टु डु एट् होम् न वी हेव् टु डु एट् होम् परन् गृहकार्यं कृत्वा अत्र वदनीयं न कृतं किम् परन्तु अहं तत्र ईमेल् मध्ये स्थापितवती ईमेल् मध्ये अस्तु अस्तु चिन्ता नास्ति तर्हि एकं कार्यं कुर्मः हा अग्रेस्मिन् किं तत् कक्षे कुर्मः करणीयं करणीयम् इदानीं किञ्चित् पठामः दीर्घा कथा अस्ति परन्तु चिन्ता नास्ति पठामः दृश्यते किं कथा दृश्यते विजयमहोदय आरम्भं करोतु पठतु उच्चैः पठतु महोदय न श्रूयते उच्चैः व्याघ्रः घण्टा च एकदा एकस्मिन् वने एक व्याघ्रः न्यवसत् उच्चैः पठतु महोदय भवतः ध्वनिः न श्रूयते व्याघ्रः हा इदानीं एकदा एकस्मिन् वने एकः व्याघ्रः न्यवसत् अर्थं वदतु महोदय न श्रूयते महोदय न श्रूयते किञ्चित् उच्चैः वन्स् अपान् अ टैम् इन् दि फारेस्ट् व्याघ्रः मीन्स् lion tiger lion is simha tiger yadra is tiger lives lives not lived nyavasat ni avasat nyavasat he used to live he lived past tense okay past tense if it was present tense it would have been vasati vasati okay varshebhyah अनन्तरं स केटनायः अश्वत्थ अभवत् महोदय किञ्चित् समीपम् आगच्छतु ओ अनन्तरं सः केटनाय अश्वत्थः अभवत् अशक्तः अभवत् वर्षेभ्यः अनन्तरम् आफ्टर् वन् इयर् और् यु केन् से आफ्टर् मेनि इयर्स् आल्सो केटनाय इस् फार् हण्टिङ्ग् हि बिकेम् इन्केपबल् आफ् हण्टिङ्ग् अशक्तः अभवत् केटनाय अक्षतः अभवत् फार् हण्टिङ्ग् हि बिकेम् एकस्मिन् दिने सरोवरस्य तटे चलनं सः व्याघ्रः सहसा भूमौ पतिताम् एकां घण्टाम् अपश्यत् महोदय किञ्चित् दूरवाण्याः समीपे आगच्छतु कृपया न श्रूयते एकस्मिन् दिने सहोदरस्य सरोवरस्य सरोवरस्य तटे चलनं सः व्याघ्रः सहसा भूमौ पतिताम् ekam ghantam apashyat. Once upon a ekasmin dine, on one day ekasmin dine saptami vibhakti, on one day near the river chalanam is walk, na? While walking, the lion, sahasa bhumu, suddenly, in the bhumu means earth, on the earth, bhumau patitam ghantam means, on the earth, he saw one bell. He saw one bell. Ghantam apashyat. Patatu agrimam. Jatati tam ghantam grahitva sah. Chintitavan yatah taya ghantaya sah. Kamapi grahantu lobayashyati iti. Jatati tam ghantam. Jatati means दूरवाण्याः समीपे आगच्छतु कृपया महोदय. झटिति इमिडियेट्लि ओके इमिडियेट्लि एज़ सून एज़ ही सॉ इट इमिडियेट्लि एज़ सून एज़ सॉ ही होल्ड द बेल He held the bell and what? Then chittatvan means? Chintitavan. Oh, that means he is thinking. He thought. Past tense. He thought that bell is chintitavan. Taya ghantaya. Ghanta and taya, now ghantaya. Vibhakti hi ka? Ghantaya. Ramaya, just a minute. Ghantaya, Ramaya. Chaturthi. Kimartham Malaya, Mala Malaya, Rama Ramaya. Tritiya Vibhakti. So he thought, what did he think? Taya Ghantaya, why this bell? Saha, that means he himself, Kamapi Grahitum Lobhayishyati iti. That I will catch hold of somebody, kamapi, grihitam, somebody, I can use this in order to, lobhayishyati is to make them greedy. Because I have a bell in the hand, I can make that another person greedy, kamapi, anybody. Okay. It will be useful for me. By this bell, I can make somebody greedy. Agrimam patatu? Yada saha. चिन्तयन् आसीत् तदा एकः पतिकः सरोवरस्य अपेरे तटे गतवान् आसीत् चिन्तयन् मीन्स् थिङ्किङ्ग् आसीत् यदा सः मीन्स् केन् यू हेल्प् मी उच्चैः वदतु महोदय यदा सः चिन्तयन् आसीत् तदा एकः पतिकः सरोवरस्य अपरे तटे गतवान् आसीत् यदा वेन् सो ही वास् थिङ्किङ्ग् देट् ऐ विल् यूस् दिस् बेल् टु make somebody greedy. When he was thinking like that, yada sa chintayan asit, when he was thinking like that, tada, at that time, ekah pathikah, one person, pathikah over is one who's walking on the road. Okay? So pathikah, he was on the road. Sa kim kritavan sarovarasya aparetate, on the other side of the river, on the other shore, what he was doing? He was going. Was going along the other shore. Agrimam patatu? Vyadraha shanatah achit achintayat. The tiger, that movement. Achintayat means thought. हा उत्तमम् उच्चैः वदतु महोदय इच्छैः वदतु ओके वाट् डिड् यू थिङ्क् अतिस्वादिष्टभोजनं भविष्यति वेरि टेस्टि फुड् दिस् पर्सन् एषः This person will make very tasty food. Haan? Agrimam patatu. Saha patikah lobayatu yukti kritavan. Mahoday, nashruyate mahoday. That person, I think there's a problem in our network, I think. That person, lobayatu means attract. So, not that person. Saha is that the Vyagraha. Saha Vyagraha patikam lobhayitum yuktim kritavan. So, that tiger, what he did, in order to make that person who was walking on the other side greedy, yuktim kritavan. He got one idea. He did one idea, literally translation. Patatu agrimam? Ucchayi patatu maudai? Ucchayi patatu? सहताम् घण्टाम् ऐ थिङ्क् सम् प्राब्लम् इन् अवर् नेट्वर्क् सहताम् घण्टाम् हस्तेन धृत्वा तं पतिकं दर्शयित्वा अकथयत् भवान् एतां स्वर्णां सुवर्णां स्वर्णां घण्टाम् इच्छति किम् मृत्ते तु एषा न उपभुङ्क्ते इति भुङ्क्ते भुङ्क्ते सहतां उच्चैः पठतु महोदय न श्रूयते सहतां घण्टाम् take the bell in the hand. He held the bell with the hand. Oh. And what did he do? He impressed the... No, Mahoday. Na shruyate, Mahoday. Kinchit api idaniyam tu na shruyate eva. Uchchahi vadaniyam. नैव एकनिमिष विशालाक्षी भगिनी श्रोतुं शक्यते किम् येस् ऐ केन् हियर् ऐ केन् हियर् या इट् इस् एकोयिङ्ग् वदतु अर्थं वदतु महोदय अर्थं वदतु He held the bell in the hand. He impressed Akarshita. He showed the bell and he said, what did he say? Bhavan etam Swarnam Gantam. This is gold, I think. He said this is gold. He showed it and he said, do you want to have this? Do you want this gold bell? Matkrite tu esha na upabhungte. For me, this ghanta is of no use. It is of no use to me. Agrimam patatu. पतिकः तां स्वर्णां घण्टाम् इच्छति स्म परन्तु व्याघ्रस्य समीपं व्याघ्रस्य व्याघ्रस्य samipam gantum vyakalpat. That person. Vyakalpata. Vyakalpata. He gantam ichchati means he desires to take that golden bell. Parantum is then parantum is but that tiger samipam is near. He feared to come to near the tiger, no? I think. He feared to come, or he wanted to, he was thinking twice. He thought twice, are should I go or not like that? Dhanyavada mahodaya. Dhanyavada. Kavita bhagini patatu. भगिनी भवत्याः ध्वनिः अपि न श्रूयते किञ्चित् उच्चैः वदतु सः सः दक्षतायै व्याघ्रं पृष्टवान् आर् यु एबल् टु हियर् आम् आम् पठतु मया त्वयि कथं विश्वासं करणीयः अहं जानामि यत् त्वं मम वधं करिष्यसि मम वधं करिष्यसि इति स दक्षतायै व्याघ्रं पृष्टवान् सः ओके वन् मिनिट् अहं वदामि तत्र दक्षतायै तत्र सम्यक् नास्ति इति अहं मन्ये दक्षतया इस् वित् क्लेवर्नेस् वित् स्किल्फुल्नेस् हा व्याघ्रं पृष्टवान् हि आस्क्ड् हा इदानीं वदतु हि आस्क्ड् द टाइगर हौ केन आई बिलीव यू कथं विश्वासं करणीयं हौ केन आई बिलीव यू अहं जानामि यत् त्वं मम वधं करिष्यसि इति आई नो दैट यू विल किल मी समयः गतः परन्तु कुर्मः किल समयः अस्ति किं भगिनि आम् आम् आम् हा हौ मेनि मोर् आर् देर् कथां समापयामः अस्तु पठतु कविता भगिनी आं भगिनि चतुरः व्याघ्रः उक्तवान् पश्य पथिक मम यौवने अहं दुष्टः आसम् परन्तु अधुना अहं परिवर्तितः चतुरः व्याघ्रः उक्तवान् द क्लेवर् टैगर् रिप्लैड् पश्य सी ट्रावेलर् उत्तमम् ऐ वास् वेरि दुष्ट बेड् परन्तु बट् नौ ऐ एम् चेञ्ज्ड् उत्तमं किञ्चित् उच्चैः भगिनि किञ्चित् उच्चैः न जाने अत्र मम क्लेशः अस्ति इदानीम् उत्तमं सन्यासिनः आदेशानुसारं मया सर्वपापं त्यक्तं सन्यासिनः आदेशानुसारं सम् ड्यू टु वन् अड्वैस् आफ् अ सन्यासी मै आल् पाप वेर् त्यक्तम् ऐ लेफ्ट् आल् मै उत्तमं तावत् अहं सत्कार्ये रतः नौ ऐ ओन्लि डु सत्कार्यं तावत् सिन्स् देन् अहं सत्कार्ये तत् रतः अहं तु वृद्धः खलु ऐ हेव् आल्सो बिकम् ओल्ड् खलु सी नौ ऐ एम् ओल्ड् नो लैक् देट् ऐ एम् ओल्ड् नो खलु डज़न्ट् मीन् आल्सो खलु मीन्स् सी नैव किम् am I have I not become old like that khalu not a question but it's a this I have become old no like that he say no I have become old no like that mama dantaha na santi ishanau api atikshanau my teeth are also not there my claws api atikshanau atikshna they are not sharp anymore sharp so they are not sharp anymore atah मत भीत भवितुं का अपि आवश्यकता न अस्ति सो देर् इस् नो नीड् टु बी अफ्रेड् आफ् मी उत्तमं पथिकः तस्य चतुरेण कथनेन व्यजितः वञ्चितः पथिकः द ट्रावेलर् लिसन् टु हिस् हाँ वंचिता इज चीटेड ही गॉट चीटेड और ही गॉट ट्रिक्ड इनटू हिज वर्ड बाय लिसनिंग टू हिज वर्ड बाय हिज वर्ड पतिका तस्य चतुरेण कथनेन बाय हिज क्लेवर वर्ड्स ही वंचिता ही वाज ट्रिक्ड इनटू इट अग्रिमम तस्य स्वर्णस्य कृते लोभः अचिरात् तस्य व्याघ्रभयम् अपि अध्यतिष्ठत् तस्य ड्यू टु हिस् स्वर्णलोभ हलो ड्यू टु हिस् स्वर्णलोभ हि द फियर् आफ् द टैगर् आल्सो नो लोभः नो नो नो नो नो तस्य सुवर्णस्य कृते लोभः बिकास् आफ् द ग्रीड् आफ् गोल्ड् अचिरात् अचिरात् मीन्स् क्विक्लि तस्य व्याघ्रभयम् अपि अतिष्ठत् अधितिष्ठत् सो अध्यतिष्ठत् ओवर् देर् बिकास् देर् इस् अ अधितिष्ठत् अतिष्ठत् अधि प्लस् अतिष्ठत् बिकम्स् अध्यतिष्ठत् सो इवन् हिस् फियर् आफ् द टैगर् बिकेम् less it became under the greed okay so the greed overpowered the fear actually he was afraid but because of his greed that fear was overcome or that also was overcome saha sarovare uttaran kritva vyaghram vyaghram prati akurdat he entered into no the... uttaranam is after taranam is swimming and uttaranam is after swimming uttaranam kritva after swimming he went towards he jumped towards the vyagram because you are coming out of the show no when you are coming out of the show you know you kind of cross over like that crossover agrimam pathatu किन्तु व्याघ्रस्य युक्त्याः अनुसारेण सः कुश्चभूवि अनिमजत् कच्छभूवि अनिमजत् किन्तु व्याघ्रस्य युक्त्याः अनुसारेण बट् अकार्डिङ्ग् टु द टाक् आफ् द टैगर् युक्त्याः इस् ऐडिया सः कच्छभूवि इस् यु नो द साफ्ट् मड् the soft mud no kachcha bhumi bolte hai na kachcha bhumi like that kachcha so kachcha bhumi animajjat he fell or actually majjanam is to drown but over here we'll take it as fell dhanyawada ha bhagini vishalakshi bhagini pathatu ek nimisha vishalakshi bhagini pathatu तत्सर्वं दृष्ट्वा सः व्याघ्रः तं पथिकम् अकथयत् अरे निश्चिन्तः भवतु अहं भवतः सहायतां करिष्यामि तत्सर्वं दृष्ट्वा सः सर्वं दृष्ट्वा एव्रिबडि एव्रिथिङ्ग् आफ्टर् सीङ्ग् एव्रिथिङ्ग् देट् टैगर् तं पथिकम् अकथयत् हि टोल्ड् द ट्रावेलर् अरे निश्चिन्तः भवतु बी विदौट् एनी डोण्ट् वरि अहं भवतः सहायतां करिष्यामि ऐ विल् हेल्प् यु शनैः शनैः सः पथिकम् उपगम्य तं संरब्धवान् स्लोलि स्लोलि दट् ट्रावेलर् उपगम्यं तं वाट् इस् द मीनिङ्ग् आफ् दट् ट्रावेलर् सः इस् द टैगर् पथिकम् उपगम्य दट् मीन्स् हि वेण्ट् क्लोज़् टु द ट्रावेलर् एण्ड् वाट् हि डिड् हि एजिटेटेड् हिम् हि स्टार्टेड् काइंड आफ् यु नो हि स्टार्टेड् हिस् बिज़नेस् हि स्टार्टेड् troubling him. Samlabdhavan, okay. Yada patikah tatam prati sadhitah tadasah achintayat. Over here it is sadhitah, but it should be sadhitah only. Because okay. sadhitah doesn't mean reaching. So, once he reached the... Kavita Bhagini, kinchit mute madhya tishtatu. ततं प्रति साधितः साधितः तदा सः अचिन्तयत् वाट् डिड् ही थिङ्क् ही थाट् अहम् एतस्य प्राणिनः चतुलैः वचनैः सम्पूर्णतः सम्प्रबोधितः अहं वदामि ही थाट् देट् बै द कन्निङ्ग्नेस् कन्निङ्ग् वर्ड्स् आफ् दिस् animals, yeah. I was convinced. Samprabodhita. I was convinced. I was actually he came to know now that he has been tricked. Agrimam patatu. Yeah. Mama lobhena buddhihi paribhuta atah aham na paristhasyami. Mama lobhena, by my greed, my intelligence. अहं न परिस्थास्यामि ऐ विल् नाट् लिव् या ओ देट् इस् लिविङ्ग् परिस्थास्यामि ओके स्था एक्चुली मीन्स् इस् टु स्टे ओवर् देयर् बट् ओवर् हियर् ऐ विल् नाट् स्टे मीन्स् हियर् इन् दिस् कान्टेक्स्ट् ऐ विल् नाट् लिव् परन्तु अतिविलम्बितम् आसीत् तत्सर्वं व्याघ्रः तं हत्वा खादितवान् च बट् इट् वास् टु लेट् सो द टैगर् काट् हिम् अण्ड् एटिमप् अग्रिमम् एवं सः पथिकः लोभस्य बलिः अभवत् That this way that traveler got cheated for because of his greed. Balihi abhavat. He became a sacrifice. Yeah. Vyagraha cha svasya dushtyam yuktyam yashasvi abhavat. The tiger became was yashasvi with his bad trick. Dushta trick. नीतिः लोभः सदैव दण्डितः भवति ग्रीड् आल्वेस् गिव्स् कासेस् दण्डित इस् टु गेट् पनिश्ड् या गेट्स् पनिश्ड् देट् इस् द नीतिः यस् अस्तु तर्हि समयः गतः किञ्चित् विलम्बम् अभवत् क्षम्यतां परन्तु कथा तु सम्यक् एव आसीत् इति अहं मन्ये अस्तु yes. पुनर्मिलामः अनेके धन्यवादाः शान्तिमन्त्रं वदतु विशालाक्षी भगिनी वदतु ऐ विल् टेल् वाट् ऐ नो स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीषाः गोभूचरेभ्यः शुभमस्तु नित्यं लोकाः समस्ता सुखिनो भवन्तु ॐ शान्तिश्शान्तिश्शान्तिः श्रीकृष्णार्पणमस्तु हरिः ॐ अनेके धन्यवादाः पुनर्मिलामः